नमस्कारः, पाणिनीयव्याकरणवर्गे स्वागतं। तत्र इड्व्यवस्था इति अभ्यासः अनुवर्तते। तत्र वयं गतसप्ताहे युध इति धातुपर्यन्तं कृतवन्तः। इदानीं श्लथ् श्लथ् इति धातुः आरभ्य कुर्मः। महोदय, भवानेव एकनिमिष श्लत् मुज् इति अस्ति, अनन्तरं श्लत् एकनिमिष अहं पङ्क्ति श्लत् श्लत् खलु श्लत् इति स्टेट् अस्ति स्टेट् श्लत् स्टेट् स्टेट् अतः श्लथिता श्लथिता इति भवति श्लथिता श्लथितव्य श्लथि क्षम्यतां तव्यत् खलु तव्यत् तवत् खलु श्लथि श्लथितः श्लथितः किमपि अत्र अन्यत् तवतु तात्र तास् तुमुन तव्यत् लृट् लृङ् अस्तु तव्यत् श्लथितव्यं श्लथितव्यं तव्यत् प्रत्यय अग्रे श्लथितुं श्लथिष्यति श्लथिष्यत् इति भवति श्लत् श्लत इत्युक्ते वीक श्लथयति श्लथनं हिंसायां श्लथ हिंसायां हिंसा अस्तु श्लत् पिश् पिश् चिन्तयामि पिश् इति पेषणं खलु पिश् अनिट् अस्ति वा अनिट् अस्ति चिन्तयामि अनिट् अस्ति तत्र अस्ति उल्लिखितमस्ति अस्तु द्विष द्विष पिश विश हा आं सत्यं पिश् पिश् योग ता खलु पेश् पेष्टा इति भवति पेष्टा इति अत्र अष्टुत्वं भवति पेष्टा पेष्टव्यं पेष्टव्यम् अपि च अग्रे पेष्टुं पेष्टुम् इति भवति अग्रे शकार खलु शकार पेक्ष्यति पेक्ष्यति इति भवति अपेक्षत् इति अस्ति सत्यम् वज् धातुः वज् धातुः अपि वज् इति धातुः सेट् अस्ति इति चिन्तयामि वज् वज् वज् जकार खलु वज् नास्ति इति चिन्तयामि वज् सेट् एव आम् वजिता वजितव्यं वजितुं वजिष्यति अवजिष्यत् इति अस्ति प्लुष् इति अस्ति प्लुष् इति स्टेट् अस्ति प्लुष् क्लुष् एकनिमिष प्लुस् न जानामि प्लुष् इति शकारान्त शुष् शुष् क्लुष् प्लुष् नास्ति पेस्ट् सत्यं स्टेट् अस्ति एव प्लुष् इति प्लोषित प्लोषिता प्लोषितव्यं प्लोषितुम् एकनिमिष कुत्र अस्ति प्लोषितव्यं प्लोषिष्यति अप्लोषिष्यत् चत्वारः प्लुष् धातवः सन्ति प्लुष् दाहे सर्वे प्लुष् दाहे भुवादौ प्लुष् दाहे दिवादौ दिवादौ एव अन्यत् प्लुष् दाहे इति अस्ति प्लुष् स्नेहनसेवनपूरणेषु क्रयादौ इति चत्वारः सर्वे सेटः प्लोषति प्लुष्यति प्लो प्लोषयिष्यति वा प्लो सारि प्लोषयति वा क्रयादौ एव क्रयादौ एव क्रयादयति वा प्लुष्णाति वा प्लुष्णाति प्लुष्णाति प्लुष्णाति प्लुष्णाति स्नेहसेवनपूरणेषु इति अर्थः तत्र क्रयादौ टु साफ्टन् टु बि ग्रीसि टु इरिगेट् टु कम्प्लीट् टु फिल् पूर्णकर्ण प्लुष् प्लश् अस्तु प्लश् इति अस्ति खलु कन्नड सारि आङ्ग्लभाषा आङ्ग्लभाषायां प्लश् प्लश् प्लश् प्रायः प्लुष् अस्ति परन्तु अन्येषु अन्ये अर्थाः तु टु सेट् आन् फयर् इति दाहे. ओ दाहे, अस्तु. केवलं क्रयादौ एव स्नेहनसेवनपूरणेषु इति, अन्येषु तु दाहे इत्यस्मिन् अर्थे एव. कोऽपि मम स्मरणे न, तत्र अन्य शब्दः अपि न श्रुतम् अस्तु. पुरुष झम् झम् झम् इति सेट् एव तत्र, झमिता, झमितुं, झमितव्यं, झमिष्यति, अझमिष्यत् इति झम् धातु कः अर्थः? झम् झम् धातु झम् अदने स्वीट् झमति इत्युक्ते टु ईट् ईट् अदन् अदने बुद्ध. हा बुद्ध, बुद्ध धातुः अनिट् अस्ति, बुद्धा खलु, बुद्ध बुद्ध खलु, बुद्ध बुद्ध ध महाप्राण बुद्ध बोद्ध बोद्ध बोद्ध तत्र जट ततो दोध अपि च तत्र भोद् एकनिमिष बुद्ध खलु, हा बोद्धा, हा बोद्धा इति भवति दशत्वतोदोधः. अग्रे बोद्धव्यम् अग्रे बोद्धुं तत्र बोद्धुम् इति अग्रे तत्र बष्भावः भवति स्या इति प्रत्यये परे तत्र भोत्स्यति इति चत्वं भवति, भोत्स्यति इति भवति, भोत्स्यति अभोत्स्यत् इति तत्र जषत् तत् केवल क्षमतां किमस्ति तत्र सूत्रमस्ति बष्भव जषन् तस्य एकाचो बशो बशो बश् एकाचो बशो बश् धोः इति सकार अपि च ध्वम् इति बुद्ध दृप् दृप् इति वेट् अस्ति वा दृप् दृप् दर्ताय दर्पिता इति दृप् इति दृप् इति एकवारं कुत्रापि वयं वयं दृप् दर्पिता द्रप्ता वा द्रश्यु वा वेट् अस्ति वा दृप् इति वेट् अस्ति वेट् अस्ति वा दृप् वेट् अस्ति वा दृप् दृप् दृप् दृप् अस्ति रदादिभ्यश्च इति सूत्रेण रज्ष् तृप् दृप् दृह् मुह् स्नुः स्निः वेट् इति वा एकं सेट् अपि अस्ति एकं वेट् अपि अस्ति द्वयमपि अस्ति दृप् इति हर्षमोहनयोः इति द्विवादौ सेट् वेट् वेट् उत्क्लेशे इति दृप् तुदादौ सेट् द्वयमपि अस्ति वेट् वदतु महोदय तत्र सेट् अपि उल्लिखितमेव किल अन्तर्भावः एव किल अस्तु अत्र दृप् दर्प्ता इति दर्प्ता इति भवति अग्रे दर्प्तुं दर्प्तुं दर्प्तव्यं दर्प्स्यति अदर्प्स्यत् इति भवति अग्रे दर्पिता दर्पितुं दर्पितव्यं दर्पिष्यति अदर्पिष्यत् इति भवति अपि च ऋतुपदस्य खलु तत्र एतत् तत्र किमपि विशेषसूत्रेण रूपद्वयं भवति ऋतुपदस्य ऋतुपदस्य चर् इति भवति इति कृत्वा तत्र तत्र अमागमः भवति तर्हि तत्र किं भवति तत्र अमाग भवति अकारः भवति तर्हि तत्र दर् द्रप्ता इति भवति तत्र अमाग भवति तत्र यणसन्धि भवति यणसन्धि भवति अनुदत्तस्य ऋतुपदस्य च इति अस्तु द्रप् द्रप्ता इति भवति, द्रप्ता द्रप्ता इति तत्र यदा अम् आदेशः भवति तत्र यणुसन्धिः भवति. द्रप्ता द्रप्ता इति भवति, द्रप्ता द्रप्तुं द्रप्तव्यं, द्रप्स्यति अद्रप्स्यत् इति रूपम्. तदेव इति तत्र दृक्. अस्तु, इदानीं प्रायः अरुणा भगिनी वदति वा. धन्यवादः महोदय. म्लै म्लै म्लै धातु उपदेशे आगच्छति भगिनि. भगिनी क्षम्यतां भगिनि, कुत्र अस्ति, विच् लैन् इट् इस् युद्ध आफ्टर् युद्ध प्रायः द्वादश इति चिन्तयामि. अस्तु अस्तु, श्लत् इति आरम्भम् अत्र आम् म्लै इति दातु. धन्यवादः क्षम्यतां भगिनि, ऐ थाट् इट्स् टेन् ओ क्लाक्. तदेव अहमपि चिन्तितवती, तद् गतसप्ताहे एव आसीत् मम वर्क्शाप्. अस्तु, मम वर्क्शाप् समाप्तं रविवासरे एव, अतः पूर्वतनसमयमेव. इण्डिया टैम् विल् बि 9:45. आम् आम् क्षम्यतां भगिनि, म्लै मा भवति, मा इति सर्वे धातवः अनीतः. म्लाता म्लातुं म्लातव्यं भगिनि, सत्यं म्लास्यति म्लास्यति अम्लाश् अम्लास्यत् अम्लास्यत् सत्यम् अम् इति अम्नपि सेट् अस्ति यं यम् एव यं ऋणं गम् एव अस्ति. सो अम् अमिता अमितुम् अमितव्यम् अमिष्यति अमिष्यत् आमिष्यत् आडागम. ओ यय आडागम अस्तु, धन्यवादः. विच् खलु विचिरिच्छि विच्छि विच्छि विच्छि मुच्छि वेत्तं वेत्तव्यम् अनिट् खलु अनिट् आम् वेत्ता वेत्तं वेत्तव्यं वेच्छति अवेच्छत् सम्यक्. अग्रिमं रुः रोह् दुः एव दुः अनिट् खलु तत्र न मगिनि हकाराः खलु रुपुष् तद् किमपि रुपुः दिः दुः मोः रुक् रुक् लिख् रुक् रोः भवति सो रो रोडः इति डकार रोढ रोढुं रोड् रोडितव्यं रोड् रोडव्यमेव रोडव्यं रोडि रोडश रोक्ष्यति ओ रोक्ष्यति ओके अरोक्षत्. अतः तत्र दः दिः दुः मिः रुः लिः वः नः इति भवति रुः इति तत्र हकारान्तेषु अस्ति. अग्रिमं अग्रिमदातुः भगिनि वृष् तदपि दृष्टवन्तः खलु सत्यं सेट् एव सेट् एव अत्र नास्ति वर्षिता वर्षितुं वर्षितव्यं वक्षति भगिनि वर्षिता इत्युक्ते वर्षिष्यति खलु वर्षिष्यति इट्टति सेट् अस्ति इटिता इटितुम् इटितव्यम् इतिष्यति इतिष्यति कतौ इति अर्थः इतिष्यति एतिष्यत् एतिष्यत् एतिष्यत् गुणः भवति अतः एटिता इत्येव भवति न इतिता ओ ओ एटिता ओके एटिता आमां एतिष्यति अत्रापि आडागम आगच्छति ऐतिष्यत् आटश्च ऐतिष्यत् सम्यक् एतिता एतिता इति तत्र गतौ गत्यर्थकः स्कद् स्वीकरोतु भगिनि स्कद् कद् इति सेट् उषा भगिनी करोतु भगिनि हा उषा भगिनी करोति वा कद् दकारान्तदातु हलन्तदातु प्रायेण सेट् सेट् एव स्कद् स्केत् सेङ्ग् धातु रैट् स्कद् सम्यक् एव स्कद् स्कद् भगिनि स्कद् इति स्कद् स्कत्त स्क एव खलु अकार एव स्कद् स्कत्त न न सेट् खलु स्कद् कति स्कथिता स्कथितुं कथितव्यं स्कथित् स्कथित्स्यते नाट् स्य खलु भगिनि स्कद् अण्ड् देन् स्य सो स्कथिस्कथिस्यति ओ ओ ओ स्कथिस्यति ति तिष्यति स्कतिष्यति इण् इण् अस्ति इत्यनेन स्कतिष्यति अकतिष्यत् अस्कदिष्यत् अस्कद् स्कद् सो अस्कतिष्यत् सो इडागमः अस्ति इत्यनेन स्कद् इति स्कथिता स्कथिता एव नाट् तकार खलु धातु तकार दकार एव ओके स्कदिता स्कदिता स्कदितुं स्कदितव्यं स्कदिष्यति स्कदिष्यत् क्षम्यतां अग्रिमं तुष् इति धातु तुष् धातु शकारान्त शकारान्तधातोः कृते अस्ति वा तुष् ते वेट् एव नो नो न तुष् इति अस्ति अनिट् अस्ति खलु अनिट् अनिट् तुष् धातु तोष्टा तोष्टा तोष्टुं तोष्टव्यम् अनिट् तोक्ष्यति अतोक्ष्यत् तुषु दुषु पुषु शुषु चत्वारः दुष्य पुष्य शुषु शुष् अनितः शुच् धातु किं शुच् शोक ओके शुच् चकारान्तधातोः चकारान्तधातोः कृते शुच् नास्ति नास्ति शकारान्तधातोः कृते वच् रिच् ओके शुच् नास्ति सो शोचिता शोचितुं शोचितव्यं शुच् इति शोक्ष्यति शोक्ष्यति शोषोच्छिष्यति किल खलु सेट् सेट् सेट् आम् आं शोचिष्यति आम् शोच् भवति अनन्तरम् इडागम शोचिष्यति आम् सकार शकार शोचिष्यति अशोचिष्यत् अशोचिष्यत् आम् अग्रिमं दातु हन् स्टिप् स्टिप् अस्ति आम् पकारान्त दातु स्टिप् पकारान्तदातु कृते नास्ति स्टिप् अनिटा स्टिप् अस्ति परन्तु स्टिप् नास्ति सो स्टिप् स्टिपिता स्टिपिता नो नो स्टिप् खलु सो स्टेपिता नो नो नो नो नो सत्यमेव इडागमः इडागमः सत्यं परन्तु गुणः भवति खलु ओ ओ सम्यक् स्थेपिता स्थेपितुं स्थेपितव्यं स्थेपिष्यति अस्थेपिष्यत् स्थेपिष्यते आत्मनेपदी अतः स्थेपिष्यते स्टिप् शरणे इति अर्थः स्थेपते इति भवति रूपम् नूतनधातु शरणे भगिनि शरणे श इक्ष संयुक्ताक्षरं ओके कैण्ड् आफ् थिङ्ग् शरति परन्तु अर्थः टु ड्राप् टु ऊष् टु स्प्रिङ्कल् इत्येव दत्तं सिञ्चना प्रोक्षन् कर्णा झरना चूना शरणे टिपु शरणे टिपु इत्यतः दात्वादेशः सः अहं करोमि भवति कर्तुं शक्यते वा करोतु हन् हन् इति अस्ति खलु हन् एव हन् आम् आम् हन् हन्त अन्तुं हन्तव्यम् अनिष्यति अनिष्यत् इति भवति अनन्तरं सृज् अत्र सर्जि इति भवति वा अत्र गुणः भूत्वा आम् सत्यं सर्जि इति भवति परन्तु दासुः अनिट् अनिट् एव वा अनिट् एव आम् भगिनि अनिट् एव आम् सर्जि भवति खलु सर्जि अत्र वृषभ्रश्च इति कार्यं करोतु अतः तत्र सज्जि इति स्र भवति स्रष्टा स्रष्टं स्रष्टव्यं दृशो जल्यम् अकिति विकल्पेन सृजि दृशो जल्यम् अकिति अकार अम्मागमः खलु सृजि इत्यत्र वा विकल्पेन तत्र नित्यं वा सृज् आम् तद् सृज् आम् सत्यं तत्र विकल्पेन एव भवति तद् विकल्पेन वा हा स्रष्टा स्रष्टुं स्रष्टव्यम् इत्यत्र न भवति सृजि विशो जल्यम् अकिति सृ अज सृज् ओ अस्तु तत्र गुणेन सृज् इति न भवति अनेन सृज् इति भवति अम् आगमः सृजि दृशोर्जल्यम् अतिथि इत्यनेन अम् आगमः सृ अ इज् अनन्तरं ऋकार अकारयोः तत्र गुणः क्षम्यतां यण् सन्धिः यण् सन्धिः सृज् सृष्टा तदेव आम् विजयभगिनी सृष्टा सृष्टं स्रष्टुं स्रष्टव्यं स्रक्ष्यति अस्रक्ष्यत् इति भवति. सत्यम्. अनन्तरम् अत्र किं सप् इति भवति. सप् आवल्यं नास्ति खलु? सप् इति आवल्यं नास्ति इत्येव चिन्तयामि. अस्ति अस्ति अस्ति अस्ति अस्ति क्षम्यतां. तप् वप् शप् आम् आमां वपति. अस्तु, इदानीम् अत्र शप् इति सप्त सप्तं शप्तव्यं. सक्ष्यति असक्ष्यत् इति भवति. सम्यक्. अनन्तरम् अत्र सग् इति भवति. सग् सग् न निषेध नास्ति भवतु. नास्ति तत्र नास्ति. सग् इति अस्ति अत्र. सहिता सहितुं सहितव्यं. सख् गकारस्य स्थाने किं भवति? किमपि न. सगिता सगिष्यति सम्यक् एव. तदेव किमपि न भवति. सगिष्यति असगिष्यत् असगिष्यत् इति भवति. अनन्तरम् अत्र उकारस्य स्थाने उकारं भूत्वा पोष्टव्यं. पोषयिष्यति अपोषयिष्यत् इति भवति. पोक्ष्यति सम्यक्. तद् अनिट् एव. दुषु दुषु दुषु पुषु शुषु. तत्र पुष अस्ति. पुषु अपि तत्र अनिट्. समीचीनं भगिनी, धन्यवादः महोदय. महोदय नु नु इति अजन्त अस्ति. तर्हि अनिट् अस्ति. श्नोता श्नोता श्नोतव्यं. श्नोतुं श्नोतुम् आवल्यम् अस्ति खलु. स्नु इति सेट् इति दत्तं महोदय. श्नु आवल्यम् अस्ति महोदय. श्नुतेजने रागम भवति. तर्हि स्नविता स्नवितव्यं. स्नवितुं स्नविष्यति अस्नविष्यत् भवति. सम्यक्. तदेव अग्रिमं महोदय. दिशु इति धातुः अनिट् अस्ति. अनिट् अस्ति. तर्हि दिशु अकारः अनिट् तत्र विशेषसूत्रमस्ति वा? तत्र दिह् दिह् इत्यस्य दिह् इत्यस्य दिह् योगात् दिश् दिह् दिह् इति धेग्धा इति भवति. दकारादि हकारान्तधातुः किलो खलु. अतः तत्र सादेर्धातो गः इति तत्र दत्वं न भवति. होडा न भवति. देग्धा इति भवति. देग्धा देग्धुं देग्धव्यम् अग्रे धेक् खलु घकार तर्हि तत्र धेक्षत् इति भवति. अग्रिमधातुः स्तुज् तुज् इति सेट् एव. तोजु तोजिता तोजितव्यं. किमपि नास्ति. मुचु रिच् रुच् नास्ति. तोजु इति नास्ति. तोजिता तोजिता तोजितव्यं. तोजुच् नास्ति. अतः सेट् एव. सत्यम्. आं तोजिष्यति अतोजिष्यत् इति. सम्यक्. स्कन्द् स्कन्द् पूर्वं कृतवन्तः खलु. स्कन्द् इति तत्र वर्गे कृतवन्तः वा? तद् डन् भगिनि कृतम्. ओ स्कन्द् न वा? स्कन्द् वर्गे प्रायः कृतवन्तः. स्कन्दः इति सर्वं वयम् उक्तवन्तः खलु. स्कन्द् इति सेट् अस्ति खलु. स्कन्द् इति महोदय अनिट् अस्ति. स्कन्द् अनिट् अनिट् आमां अतः एव मम स्मरणमस्ति स्कन्द विषये पूर्वं कृतवन्तः इति. आमां स्कन्द अन्तिमं स्कन्द गतिपोषोषणयोः स्कन्द अस्ति. स्कन्द तत्र स्कन्ता इति भवति तत्र तत्त्वं भवति तत्त्वं स्कन्तुं स्कन्तव्यम् अग्रे तत्रापि सम्यगेव स्कन्त्यति अस्कन्त्यत् सम्यक् समीचीनं. तद् स्कन्दः विषये वयं चर्चितवन्तः अतः एवं मम स्मरणे आसीत् स्कन्द अनित् स्कन्द वै इति अनिट् तस्य अतः अनिट् अस्ति वै अजन्तदातु वातुं वातव्यं वातव्यं वास्यति सम्यक् तदेव. वेट् दातवः एव अत्र अधिकः नास्ति. गतसप्ताहे एकं दृष्टवन्तः अनन्तरं बहु किमपि नास्ति वेट् दातवः. अस्तु इदानीं कस्य भूदातु अनेकेव ्रू इति वा इति तत्र नास्ति. ्रू इति अस्ति वा नास्ति. यूरु प्रोविता प्रोवितुं प्रोविष्यति अप्रोविश्यत् इति भवति. ्रू इति कः अर्थः वै अभवत् वा भगिनि वै महोदयेन अस्तु. इत्यपि गत्य गत्यर्थकः वै इति वा क्रू इति गति गति वै अवैशोषणे टु ड्रै टु विदर् वाता वायति इति भवति. समीचीनम् अस्तु महोदय. अरुणा मुच् मुच् इति अनिट् अस्ति. मुच् मोक्ता मोक्तुं मोक्तव्यं मुच्यति मुच्यति मोच न मोच्यति मोच्यति अमोच्यत् द्रु ऋकारान्तं अनिट् अस्ति. द्रविता भगिनि द्रु द्रुसरिता द्रु धरिता हरिता इति भवति. धरिता ओके धरिता धरितुं धरितव्यं धरिष्यति अदर्शत् क्रु अपि समानमेव. धृति अनिट् खलु तत्र त्रयः अनिटः क्रु अपि न दृ इति अनिट् अस्ति चेत् धरिता इति न भवति खलु धर्ता इति परन्तु वृद्धनोः स्ये इत्यनेन लृट् लकारे एवम् एव इडागमः दर्ता धर्तुं धर्तव्यं धरिष्यति अग्रिमदातु क्रु क्रु अपि अनिट् एव सत्यं. करिता करितुं करितव्यं कर्ता कर्ता अनिट् कर्ता कर्तुं कर्तव्यं कर्ष्यति करिष्यति तत्रापि वृद्धनोः स्ये ओ करिष्यति अकरिष्यत् अकरिष्यत् अग्रिमधातुः मुड् ओके स्टेट् वेट् वेट् एव तकारः तकारान्तः तत्र नास्ति खलु सेट् एव मुड् मूढा मूढिता मूढिता मूढितुं मूढितव्यं मूढिष्यति अमूढिष्यत् सम्यक् स्वप् स्वप् अपि सेट् अस्ति स्वपिता स्वपितुं स्वपितव्यं स्वपिष्यति अस्वपिष्यत् स्वप् धातुः एकरंशं स्वप् स्वप् अस्ति रञ्जिति अस्ति स्वप् इति अनिट् अनिट् तदेव मम स्वप् इति अनिट् भगिनि स्वप्ता चकारान्तः खलु तत्र वयं तदपि दृष्टवन्तः स्वप् स्वप् षिप् लिप् तप् वप् शप् स्वप् स्वप्ता स्वपिता न स्वप्ता स्वप्ता स्वप्तुं स्वप्तव्यं स्वप्स्यति अस्वप्स्यत् तप् वप् शप् स्वप् अनिट् समीचीनं वा भगिनि अन्तिमं रञ्ज् रञ्ज् रञ्ज् रेट् अस्ति भगिनि रञ्ज् रङ्क्ता रङ्क्तुं रङ्क्तव्यं रङ्क्षति रङ्क्षते अरङ्क्षत् अरङ्क्षत तदपि अनिट् एव अनिट् भगिनि मञ्ज् मञ्ज् मञ्ज् सञ्ज् सञ्ज् स्वञ्ज् रञ्ज् इति अस्ति रञ्ज् पञ्ज् रञ्ज् सञ्ज् स्वञ्ज् रङ्क्ता समीचीनं रङ्क्ता रङ्क्तुं रङ्क्तव्यं रङ्क्ष्यति रङ्क्ष्यति समीचीनं भगिनि अस्तु उषा भगिनि प्लु गु प्लु षेट् धातोः कृते नास्ति अनिट् एव प्लुता प्लुतुं ननु प्लुता नास्ति उकारः अस्ति उकारः अस्ति प्लोता वा प्लोता प्लोता प्लोतुं प्लोतव्यं प्लो प्लोष्यति प्लोष्यते आत्मनेपदी ओ आत्मनेपदी प्लोष्यते अप्लोष्यत् आत्म अप्लोष्यत समीचीनं पृङ्गतौ इत्येव धातोः अर्थः गृ धातु ऋकारान्तधातु ओहो हेट् इति चिन्तयामि अनिट् अनिट् अनिट् अनिट् अनिट् भृ भर्ता भर्ता भर्तुं भर्तव्यं रुद्रोः स्ये स्ये इत्यनेन अत्र इडागमः अस्ति भरिष्यति भरिष्यति अभरिष्यत् समीचीनम् उभयपदे अस्ति अतः सम्यक् एव एकं दृष्टवन्तः इदानीं प्रुड् इति सेट् धातु एव सेट् धातु इत्यनेन प्रोडिता प्रोडिता प्रोडितुं प्रोडितव्यं प्रोडिष्यति अप्रोडिष्यत् समीचीनं वृङ् वृङ् वृङ् वृञ्च् भ्यां च इति अस्ति सो ऐ गेस् इट्स् वृङ् वृञ्च् भ्यां च खलु सो दट् वृ इति अकारस्य हलन्ति वृङ् सो सेट् एव वरिता वरिता वरितुं वरितव्यं वरिष्यत् ओ आत्मनेपथीय ओ ओके वरिष्यते अवरिष्यति वरिष्यते वरिष्यते अवरिष्यत अवरिष्यत सत्यं तत्र एकमेव तत्र विशिष्टमस्ति, तत्र रूपद्वयं भवति, वरिता वरीता इति, वृ वृतो वा इति एकं सूत्रम्, अनेन तत्र ईट् ईडागमस्य स्थाने ईकारः आदेशः, वृतो वरीता वरीष्यते इति रूपद्वयं तत्र वृतो वा इति सूत्रेण वृतो वा भगिनि वृतो वा आप्षनलि लेङ्थण्ड् आर्धधातुकस्य वृतः अङ्गस्य इट् आर्धधातुकस्य अलिति दीर्घः भवति वृतो वा अलिति दीर्घः ओ आमामामाम् ऐ थिङ्क् ऐ नो दिस् वरिता वरितुं वरिता वरीतापि ओके वरीता वरिष्यति वरीष्यति इति रूपद्वयम् ओके अस्तु भगिनि वृट् वट् इस् द कवर् रुट् रुट् सेट् एव ओके वर्ग या एव्रिथिङ्ग् सेट् एव ओके रोटिता रोटिता रोटितुं रोटितव्यं रोटिष्यति रोटिष्यति रोटि इति आगतं वा न खलु टु हिट् टु पुष् डौन् टु थ्रो डौन् टु नाक् डौन् प्रायः तदेव वा रोटि इति टु हिट् टु पुष् डौन् सर्वं भवति खलु पुष् अपि अस्ति अस्तु अनन्तरं ध्यै ध्यै इति ध्या भवति ध्या भवति चेत् ध्याता आकारान्तदातवः सर्वे अनितः ध्याता ध्यातुं ध्यातव्यं ध्यास्यति ध्यास्यत् समीचीनं सम्यक् अस्तु विजया भगिनी धन्यवादः भगिनि लिप् आं महोदय लिप् अस्ति अत्र कुकुन्दलघुपदस्य चैतन्ये लेप् भवति वा तत् भवति प्रथमं वयं सेट् वा नीत्वा इति पश्यामः आम् अनिट् अनिट् एव अनिट् एव लेप्ता लेप्तुं लेप्तव्यं लेप्स्यति अलेप्स्यत् इति भवति समीचीनं अनन्तरम् अत्र चुप् अस्ति अत्र अपि उकारः भवति गुणः भूत्वा चोप् इति भवति चोप्ता चोप्तुं चोक्तव्यम् एतदेव वा आं सत्यम् अहं मन्ये सत्यमेव चोक्ष्यति अचोक्ष्यत् इति भवति अनन्तरम् अत्र तुड् अस्ति तत्रापि सोडा उकारस्य स्थाने क्षम्यतां सेट् अनिट् नास्ति सेट् सेट् इति सेट् भवितुम् अर्हति वा महोदय अत्र तुड् डाटवः सत्यम् ईडागमस्य चिन्तनं तोडिता तोडितुं तोडितव्यम् अनन्तरम् अत्र किमस्ति तोडिष्यति अतोडिष्यत् इति भवति अनन्तरम् अत्र लुट् अस्ति लुट् अपि अत्र लोटा वा लुट् लोट् सेट् लोटिता लोटितुं लोटितव्यं लोटिष्यति अलोटिष्यत् इति भवति पञ्चदातवः सन्ति लुट् इति लुट् विलोडने प्रदिघाते संश्लेषणे भाषायां लुट् लोटति आं भगिनि अनन्तरम् अत्र शुद्ध अस्ति अत्र शुद्ध अत्र अतुद् इति अस्ति चेत् तत्र सोदा वा सोदा खलु महोदय सोदा इति अनिट् वा अनिट् एव अनिट् एव सोदा सोदुं सोदितव्यं सोदा खलु महोदय सोदा एव शोच्यति अशोच्यत् इति भवति सत्यम् अनन्तरम् अत्र यज् इति भवति यज् अत्र यज् बज्जि यज् अस्ति अस्ति खलु यज् रज् किमपि यज् बज्जि रज् इति आवल्यमस्ति अत्र यजिता यजिता यजितुं यजितव्यं न अत्र अनितम् अत्र व्रष्टभ्रष्ट इत्यनेन यष्टा यष्टं यष्टव्यं अनन्तरम् अत्र ऋट् मध्ये अत्र यक्षित न न यक्ष्यति यक्ष्यति अयक्ष्यत् इति भवति सम्यक् अनन्तरम् अत्र अभवत् वा पञ्च अभवत् महोदय इदानीं रघुवीर रघुपति महोदय आम् आम् समीचीनं भगिनि धन्यवादः महोदय लक् लक् दातु कुत्र लक् इति सेट् आं महोदय एकनिमिष कुत्र लक् लक् महाप्राण लक् लक् तत्र सेट् अस्ति लखिता लिखितव्यं लिखिष्यति अलिखिष्यत् बन्द् बन्द् धातुः पृष्टवन्तः खलु बन्द् धकारः बन्द् धातुः बन्द् बन्द् बन्द् नास्ति महोदय अत्र अद् पद् छद् सद् मद् आं सेट् एव बन्धिता बन्धिता बन्धितुं बन्धितव्यं बन्धिष्यति अबन्धिष्यत् भगिनि बन्द् इति अनिट् भगिनि अनिट् वा अनिट् वा अनिट् अत्र दत्तम् आं भगिनि अन्तिमधातु धकारान्तधातु अन्तिमधातु स्कन्द् इति एव अस्ति खलु बन्द् अस्ति अस्ति अन्ते अस्ति ओ बन्ध बन्धुम् इति ओ ओ अस्ति अस्ति ओ महाप्राणदकारः क्षम्यता बन्ध अत्र किं दत् सत्यम् आम् अस्ति महोदय क्षम्यता अहं तु अल्पप्राणे दृष्टवती बन्धा बन्धुं बन्धव्यम् अग्रे भन्स्यति भन्स्यति इति भवति अत्र पश्यामः बन्द् अनन्तरं ग्रज् जकारान्तः जकारान्तः आवल्यां नास्ति ग्रज् नास्ति खलु नास्ति आं महोदय ग्रज् ध्रज् इति तत्र क्रीडागमः भवति ध्रज् वा ध्रज् वा ग्रज् ग्रजिता ग्रजितुं ग्रजितव्यं ग्रजिष्यति अग्रजिष्यत् ग्रज् ग्रज् इति धातुः एव न दृश्यते अत्र प्रायः मुद्रणदोषः भवेत् जकारः वा ग्रज् एव खलु ग्रज् इति धातुः एव नास्ति भगिनी भवत्याः पुस्तके अस्ति वा इति पश्यतु ग्रज इति नास्ति ग्र द्रा इति अस्ति ग्रज् ग्रज् इति भवति वा ग्रज् इति दातुमस्ति वा द्रज् ग्रज् नास्ति द्रज् द्रज् महाप्राणधकारः द्रज् तत्र मुद्रणदोषः ध्रज् गतौ इति ध्रज् गतौ इति ध्रज् गतौ इति अस्ति ग्रज् न ध्र ध्रजि तर्हि तत्र दोषः मुद्रणदोषः एतत् ध्रजिता ध्रजितुं ध्रजितव्यं ध्रजिष्यति ध्रजिष्यत् अध्रज् अध्रजिष्यत् इति भवति सम्यक् षट् दातु षट् कुत्र षट् ताळव्यषकारः षटि एकांश कुत्र अस्ति षट् मार्क् एकांशं षट् कुत्र अस्ति षट् हा तु षट् षटिता षटिता षटितव्यं इति भवति तत्र षटितुं षटिष्यति अषटिष्यत् लज् लजि अपि लेट् अस्ति इति कृत्वा लज् लजितुं लजि लजिता लजितव्यं लजितव्यं लज् अपि सत्यं लजिष्यति अलजिष्यत् इति भवति समीचीनं लज् इति अपि चत्वारः अस्ति लज् भर्जने इत्यपि अर्थे अस्ति व्रीडायाम् इति अर्थः तु प्रसिद्धः लज् सम्यक् अस्तु हा मत् करोतु अनन्तरम् अरुणा भगिनी सेट् मथिता मथितव्यं मथितुं मथनं वा एतत् मथ इति मथनं तदेव तद् आं तदेव मत् मत् विलोडने चर्न् टु थिङ्क् टु मेडिटेट् मन्थ अपि भवति खलु तत् मन्थ अपि अस्ति विलोडने इति मन्थनं तद् भिन्नदातु आं सत्यं मन्थ् इति अपि सेट् एव भवति वा आं सेट् एव तदपि अस्ति मन्त् विलोडने गुवादौ तदपि अस्ति मत् अपि गुवादौ एव मतिष्यति अमतिष्यत् इति भवति अमतिष्यत् समीचीनं धन्यवादः महोदय अरुणा भगिनी अक् अक् अत्र सेट् अस्ति शुक् शक्नोति एव अक्षिता अक्षितुम् अक्षितव्यम् अक्षिष्यति अक्षिष्यत् कृष् जानामि भगिनि पश्यामि अहमपि पश् दृष्ट्वा एव वदामि भगिनि ममापि स्मरणे किमपि नास्ति कृष् नास्ति अत्र आवल्यां नास्ति अतः तद् सेट् हर्षिता हर्षितुं हर्षितव्यं हर्षिष्यति हर्षिष्यत् दृश् वयं जानीमः अनेट् अस्ति दृश् द्रष्टा द्रष्टुं द्रष्टव्यं द्रक्ष्यति अद्रक्षत् तदपि आवल्यं नास्ति वच् पच् एव प्रतिष्यत चतिष्यति चतिष्यति चतिष्यत समीचीनमेव चतिष्यति चतिता चतितुं चतितव्यं चतिष्यति अचि चतिष्यत् द्वन् द्वन् अपि चेत् इति मन्ये नकारं दातव्यम् एकः हन्वन् हन्मन् एव अतः द्वन् ध्वनिता ध्वनितुं ध्वनितव्यं ध्वनिष्यति अध्वनिष्यत् कुल् अपि लकारान्तदातवः सेतः एव कोलिता कोलितुं कोलितव्यं कोलिष्यति कोलिष्यत् भुज् भुज् वयं जानीमः अनिट् अस्ति अनिट् भोक्ता भोक्तुं भोक्तव्यं भोक्ष्यति अभोक्ष्यत् सम्यक् अभोक्ष्यत् अभोक्ष्यत समीचीनं धन्यवादः उषा भगिनी अट् करोति वा अस्तु भगिनि धातु कुत्र अस्ति इति अट् अट् भुज्य अनन्तरम् अट् प्रथमधातु किं भगिनि मत् मत् ओके दट् लैन् ओके अट् अट् ओके अट् टकारान्तदातु सेट् एव अटिता अटितुम् अटितव्यम् अटिष्यति अट् सो अकार अकारान्तदातु अटिष्यत् एव अटिष्यति दट् फर् लङ् खलु ओ लृङ् अपि ओके अटिष्यत् अपि ओके त्विष्य त्विष् तदपि सेट् इति चिन्तयामि एकनिमिषम् अहमपि पश्यामि त्विष किलो न अनिट प्रथमधातुः एव त्विष् त्विष् त्विष् द्विष् पिष् विष् त्वेष्ट अनिट् अस्ति सो त्वेष्टा त्वेष्टुं त्वेष्टव्यं सो त्वेष्टा त्वेष्टुं वाट् इस् द नेक्स्ट् वन् त्वेक्ष्यति त्वेक्ष्यति त्वेक्ष्यति अत्वेक्ष्यत् सम्यक् मृ धातुः मृ अस्ति हन् हन् हन् मृ धातु कुत्र अस्ति त्विष्य अनन्तरं स्मृ अट् त्विष्य स्मृ इति अस्तु भगिनि अट् त्विष् स्मृ मार्क् दिस् लैन् This seems to be last. Okay. Smr rikaranta dhatu. Rikaranta dhatu. Ajanta dhatu. Smr. So, rikaranta dhatu sarve aniteva, I think. Rikaranta, rasva rikaranta. वृङ् व्री इति सेट् अन्ये सर्वे अनिटः ओके ऋकारान्तेषु एव सर्वे अनिट् क्षम्यतां सर्वे सेटः सेटः अहमपि वारं वारं तद् स्मरणे न भविष्यति आम् आं भगिनि ऐ ऊद्रुदन्तैर् ऐ रिमेम्बर् बट् स्टिल् लैस् ऊद्रुदन्तैर् यौतिरुक्ष्णौ शिं स्नो नुक्षु श्रुडिं शिभिः अलकैः बृङ् बृञ्च् ब्यां च इति ऊकारान्तः ऋकारान्तः सर्वे सेटः ह्रस्वऋकारान्तेषु वृङ् व्री एव सेट अन्ये सर्वे अनिटः अनिट सुस्मृ स्मृ स्मर्त स्मर्ता स्मर्तुं स्मर्तव्यं स्मर्श्यते स्मर्श्यते भगिनि स्मर्श्यते स्मरिश् नो सिद्ध नास्ति खलु रुद्धनोः स्ये ओ रुद्धनोः स्ये आम् आम् आम् स्मरिष्यति अस्मरिष्यत् सम्यक् तदेव केवलं तद् स्य प्रत्यये परे रूप ओ वृञ्ज् अपि अस्ति अत्र वृञ्ज् अपि आं सत्यम् अग्रिमः वृञ्ज् वृङ् वृञ्ज् ब्याम् एव इदानीम् उक्तवती खलु वृङ् सो सेट् एव सेट् इति अस्ति इत्यनेन वृङ् इति वृ अनन्तरं वृङ् सेट् अस्ति How did it become varita, bhagini? Varita, varitum, vring, astikalu, vring. So, ngakaraha, oh, ngakaraha, api, it's... Avalyam asti, eva. Avalyam asti. Vru, so, ओके वर् वर् इति भवति अनन्तरम् इडागमः इडागमः वरिता वरिता वरितुं वरितव्यं वरिष्यते इति दत्तम् ओके वरिष्यते सो आत्मनेपति वरिष्यते अवरिष्यत समीचीनम् अनन्तरं दिस् नीड् सो मेनि झट् झट् शेट् धातु झट् झटिता झटितुं झटितव्यं वाट् इस् दनेक स्य अझटिष् यति अ न न न झटिष् झटिष्यति अझटिष्यत् जटादरः इति वदामः खलु अस्मात् एव प्रायः आगतः सङ्गाते जटासङ्गाते मिश्रीकरणम् एतद् वयं पूर्वम् अपि दृष्टवन्तः किं जडादर झटादर झट् तस्मात् एव आगतं वा झट् झटिति अपि भवितुमर्हति खलु महोदय चिन्तनं कृत्वा एव अहं दृष्टवती झटिति अस्मात् एव आगतं वा इति परन्तु अर्थः टु बिकम् मेटेड् इत्युक्ते तद् जमा जटादर एव जटादरः एव टु बिकम् एण्टाङ्गल्ड् इति अर्थे झटिति इत्युक्ते इमीडियट्लि इति अर्थः भवति खलु इदानीमेव इति तद् प्रायः अस्मात् धातुतः न आगतम् एतत् सङ्गाते इति अर्थे एव जठादरः इत्यस्य झट् अस्तु अग्रिमधातुः भगिनि रण् रण् सेट् एव सो रणिता रणितुं रणितव्यं रणिष्यति अरणिष्यत् सम्यक् बद् धातु किं दद् दद् दद् दकारान्तदातु दद् दद् दकारान्तधातोः कृते नास्ति भगिनि नास्ति वा नास्ति दद् सो सेट् एव दद् दद् सो दधि दधिता दधितुं दधि तव्यं दधित्स्यति अदधित्स्यत् दधिष्यते अदधिष्यत् दद् धारणे इति धातुः दत् सम्यक् वा भगिनि दद् दद् दधिता दधिता दधिता दधितुं दधितव्यं दधिष्यति दधिष्यते अदधिष्यत इति दधि आगतं वा धारणे इति अर्थः दत्तं तत् धद् धद् धारणे धातुतः एव दधि स्वादातुतः स्वन् अपि करोतु अनन्तरं विजया भगिनी वन् नकार नकार कृते नास्ति मन्नन् हन् एव सो स्वन् सेट् एव स्वनिता स्वनितुं स्वनितव्यं स्वनिष्यति स्वन् सेट् आल्रेडि सेट् रुद्धनोः वै रुद्धनोः नकार किमपि रुद्धनोः नास्ति हन् हन् ओन्ली फर् हन् दातु इट्स् ओके रुद्धनोः इस् ओन्ली फर् अन्न स्वन् कृते नास्ति ओके या बट् स्टिल् सेट् सो स्वनिश् स्वनिष्यति अस्वनिष्यत न नो नाट् यत् अस्वनिष्यत् परस्मैपदे आं सम्यक् धन्यवादः भगिनि विजया भगिनी व्यत् व्यद् इति अस्ति व्यद् इदागमस्य चिन्तनं भवति व्यति आवल्यम् अस्ति एतत् खलु महोदय अस्ति वा नास्ति खलु एकनिमिषं सकारः महाप्राणसकारः नास्ति भगिनि व्यद् इति आरम्भं आरभ्य व्यक्त् एतदेव आरम्भम् आरम्भम् अस्ति तद् तद् न तद् महाप्राण चतुर्थद इदानीं द्वितीयतकारः अत्र आवल्यं नास्ति अतः तत्र एतागमस्य चिन्तनं भवति सेट् अस्ति व्यथिता व्यथितुं व्यथितव्यं व्यधिष्यति अविद्येष्यत् इति भवति अनन्तरम् अत्र अनन्तरं किम् अस्ति मक् मक् अपि आवल्यं नास्ति एव खलु महोदय अतः तत्र मखिता मखितुं मखितव्यं मखिष्यति अमखिष्यत् इति भवति सन्धि अस्ति एतत् क्रमेण आगच्छति अत्र संस्था सङ्क्तुं सङ्क्तव्यं सङ्क्ष्यति असङ्क्ष्यत् इति भवति समीचीनं वा महोदय अनन्तरम् अत्र तक् अस्ति आवल्यां नास्ति एव तकिता तकितं तकितव्यम् तकिष्यति अतकिष्यत् इति भवति अनन्तरं यद् आवल्यम् अस्ति एव आवल्यम् अस्ति एव अतः तत्र व्यद् व्यद्धुं व्यद्धव्यम् अनन्तरम् अत्र व्यत्स्यति अव्यत्स्यत् इति भवति अनन्तरम् अग् अग् नास्ति बावल्यम् अधित अधितुम् अधितव्यम् अधि अधिष्यति अधिष्यत् इति भवति प्रत् आवल्यं नास्ति प्रथित प्रथितिं प्रथेतव्यं प्रत्स्यति अप्रत्स्यत् अप्रत्स्यत् इति भवति समीचीनं तृप् आवल्यम् अस्ति एव तृप् अस्ति वा आमाम् आं तत् करोतु अनन्तरं महोदय तर्पित तर्पितं तर्पितव्यम् अत्र रूपं त्रयं भवति त्रप्त त्रपितुं त्रपितव्यम् अनन्तरम् अत्र तर्पित तर्पितं तर्पितव्यं तर्पिष्यति अतर्पिष्यत् त्रप्त त्रप्तं त्रप्तव्यं त्रप्स्यति अत्रप्स्यत् अनन्तरम् अत्र अनुदात्तस्य तदेव खलु तद् अनेन त्रुयोगः अडागम अमागमः क्षम्यताम् अडागम न अमागम अनुदात्तस्य च रूपदस्य अन्यतरस्य अतः तत्र रूपं त्रयं भवति अत्र अत्र एकं तर्क अनन्तरं तर्पित अनन्तरं त्रप्त त्रप्ता त्रप्तुं त्रप्तव्यं त्रप्स्यति अत्रप्स्यत् इति भवति रूपत्रयं भवति आवल्यम् अस्ति एव रूपद्वयमेव दत्तं खलु त्रयमस्ति अन्यथा त्रय कथं भवति कुत्र पश्यन्ति अस्मि तृतीयं आवल्यं मम समीपे अत्र आवल्यम् अस्ति तृप् दातु तृप् एव अत्र तृप् तर्त तर्तुं तर्तव्यं तर्प्स्यति अतृप्स्यत् अनन्तरम् अत्र तृप्ता तर्तुं तृप्तव्यं तर्प्स्यति अतृप्स्यत् अनन्तरम् अत्र द्वितीयम् अभवत् इदानीं तृतीयं तृतीयं तर्पित तर्पितं तर्पितव्यं तर्पिष्यति इडागमयुक्तरूपं वा वेट् अस्ति वा धातु रूपत्रयम् एकं सेट् अस्ति अनिट् अस्ति अनन्तरं वेट् अस्ति रूपं त्रयम् अस्ति नास्ति खलु धातु पञ्चदातवः सन्ति तृप् इति तेषु एकं वेट् एकः धातुः वेट् अन्ये सर्वे सेटः तृप् दिवादौ प्रीणने इति रदादिभ्यश्च इत्यनेन अस्तु भगिनि आम् वेट् धातोः कृते अस्ति अन्यत्र सर्वत्र सेट् मया लिखितमपि अत्र मया लिखितम् सम्यक् यत्र यत्र बुधवासरे आवश्यकं भवति इति आं सम्यक् एव भगिनि आम् प्रीणने इति रदादिभ्यगिनी अरुणभगिनी अत्र अस्ति चेत् सा अपि जानाति रदादिभ्यश्च इत्यनेन एव इट् तृप् इट् तास आ तर्प् इ तास आ तर्पिता इति एकं रूपम् अत्र तर्प् तास आ तर्ता अनन्तरं तृतीयम् अनुदात्तस्य च इत्यनेन तप्ता सम्यक् समीचीनं भगिनि धन्यवादः तृप् धातुः रूपत्रयम् इति आगमः तृप् महोदय सिच् आवल्यमस्ति एव सिच् इति अनेट् अस्ति सेक्ता सेक्तुं सेक्तव्यं सेक्षति असेक्षत् ेट् अस्ति क्षोभितः क्षोभितुं क्षोभितव्यं क्षोभिष्यति अक्षोभिष्यति स्पञ्ज् स्पञ्ज् इति अनिट् स्पञ्ज् रञ्ज् इति दृष्टवन्तः खलु स्पञ्ज् रञ्ज् स्पञ्जः स्पञ्ज् स्पञ्ज् स्पङ्क्ता स्पङ्क्ता स्वङ्क्तुं स्वङ्क्ष्यति इति एकं च स्वङ्क्ष्यति आं स्वङ्क्ष्यति असङ्क्षत् दुः इति अनिट् अस्ति तत्र दुः इति दादे धातोः कः दोग्धा दोग्धुं दोग्धुं दोग्धव्यम् अग्रे दुघ् इति भवत् भोक्ष्यति इति तत्र भावः अभवत् अधोक्षत् जै इति जै इति आकारः जाता जाता जातुं जातव्यं जास्यति अजास्यत् सम्यक् झ्रि झ्रि इति अपि सेट् अस्ति क्षम्यताम् अनिट् अस्ति अनिट् झ्रि इति ईकारान्तः अस्ति खलु अतः झ्रेता झ्रि खलु झ्रेता झ्रेतुं झ्रेतव्यं ज्रेष्यति एकं ज्रेष्यति एव भवति कोः अज्रेष्यत् अत्र धातुद्वयमस्ति झ्रि इति एकः तु अनिट् अन्य तु सेट् किमर्थं तत्र आवल्यं नास्ति इति आवल्यं नास्ति खलु वयं तु श्री तत्र द्वौ धातु एव वयम् अस्माभिः पठितं तत्र प्रायः किमपि विशिष्टधातुः अस्ति वा एकनिमिषं पश्यामि सेट् धातुः इति किमर्थम् उक्तम् अत्र निज अभावे अयं धातुः अनिच् ज्ञेयः अस्तु केवलं निचि एतद् सेट् अस्ति अन्यत्र इट् अन्य समीचीनं महोदय ज्रायेत इति आं महोदय दुषु धातुः अनिट् इति चिन्तयामि दुषु दोषु इति दृष्टवन्तः खलु सत्यम् आमां दोष्टा दोष्टुं दोष्टव्यं दोक्ष्यति अदोक्ष्यत् इति भवति उख् एतत् सेट् अस्ति उखिता उखिता उखितुं क्षम्यता ओखिता ओखितुं ओकिष्यति औ औ खलु औक्ष्यति औक्ष्यति गुण् वा इति गुण् इति गु वा अथवा गुण् एव गुणिता गुणिता गृ इति वा एकवारं पश्यामः गतपर्याये एव तद् दोषः जातः खलु गुण् नकार अस्ति चेत् तत्र अस्ति अस्ति अस्ति गुण् टु रोम् अराौण्ड् भ्रमणे अस्तु गुणिता गुणितुं गुणि गुणितव्यं गुणिष्यति क्षम्यतां गोणिता गोणिता गोणितुं गोणि गोणितव्यं गोणिष्यति अघोणिष्यत् इति भवति रब् इति धातु अनिट् अनिट् इति मम अपि बकारः खलु रब् रब् खलु यब् रब् लब् यब् रब्धुं हा रब् रब्धा रब्धा इति भवति रब्धजः ततो दोधः रब्धा रब्धुं रब्धव्यं रप्स्यति इति भवति रप्स्यति अरप्स्यत् चतच्छत्वम् घुट् इति अस्ति अभवत् वा घुट् घुट् इति घोटिष्यति घोटिता घोटितुं घोटिष्यति घोटितव्यम् अघोटिष्यत् इति भवति सम्यक् अस्तु अरुणा भगिनी धन्यवादः महोदय अरुणा भगिनी श्लिश् प्रायः एतत् समापयामः श्लिश् कुल्लु रुट्टु कुश् दंश् श्लिश् भगिन् अरुणा भगिन् भगिनी रब् इति आत्मनेपदं भगिनि रप्स्यते रप्स्यत् रब् कुत्र अस्ति आम् आम् सत्यम् आम् श्लिश् श्लिश् जानामि भगिनि दृश्यति आवल्यम् अस्ति खलु षकारान्तः श्लिश् अस्ति भगिनि आवल्यं श्रेष्ठा श्लेष्टुं श्रेष्ठा श्रेष्ठं श्लेष्टव्यं श्लेक्ष्यति श्लेष्ठति फुल् अत्रापि सेट् अस्ति होलिता होलितुं होलितव्यं होलिष्यति होलिष्यत् रूट् रूट् दीर्घरोकारान्त सर्वे अपि सेटः भूदाति एव रुट् इति तकारः नास्ति वा अस्ति एव तत्र हलन्त्यं न भवति भगिनि हलन्तम् अस्ति ओके ओके रोटिता रोटितुं रोटितव्यं रोटिष्यति अरोटिष्यत् गुश् गुश् अपि गुषु न तुषु दुषु पुषु शुषु तदेव अनिटः अतः गुष् इति सेट् आम् सेट् भगिनि गुष् गोष् घोषितं घोषितुं घोषितव्यं घोषिष्यति अघोषिष्यत् डम्स् इति अनिट् अस्ति डम्स् दंष्टा दंष्टुं दंष्टव्यं दंक्षति अदंक्षत् सम्यक् वा तद् दंश् मम पुरे अद्य चाट् अस्ति भगिनि अग्रिमधातुः भगिनि स्यु उकारान्तः स्यु अनेट् अस्ति सम्यक् स्यो श्योता भगिनि सत्यं श्योता श्योता श्योतुं श्योतव्यं चोष्यति चोष्यते आत्मनेपदि चोष्यते चोष्यते अचोष्यत गुरु करोतु भगिनि अनन्तरं गुरु गुरु गुरु अपि अनिट् अस्ति भगिनि ऋकारान्त सद्वे अनिटः गुरु कर्ता कर्तुं कर्तव्यं गर्ष्यति ऋषनोः वृद्धनोः स्ये गरिष्यति गरिष्यति अथवा गरिष्यते आत्मनेपदी अस्ति चेत् गुरु खलु गुरु गुरु इति आत्मनेपदी वा परस्मैपदी एव भगिनि गरिष्यति गरिष्यति गरिष्यत् सम्यक् दत्ता सम्यक् मृदातु पर्यन्तं कृतवन्तः अस्तु वयं प्रायः अग्रिमसप्ताहे समानसमये 8:15 इण्डिया टैम् इत्युक्ते 9:45 ईस्ट मिलामः धन्यवादः आम् उषा भगिनी उषिति आरम्भं करोति इति अहं स्मरामि अस्तु भगिनि अधीतमस्ति चेत् उषा इति भवतु आं सत्यम् धन्यवादः भगिनि धन्यवादः नमस्कारः धन्यवादः नमस्कारः